वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी जाताहं युवती सम्यक् प्रेष्ठरूपा तु साम्प्रतम्। वृन्दावनं कृष्णलीलास्थानं पुनः प्राप्य नवीना इव सुरूपिणी जाताहं, पुनश्च युवती जाता, पुनश्च प्रेष्ठरूपा जाता, नाम सुरूपिणी जाता साम्प्रतम् इति इदानीम् इति वदति। इमौ तु शयितावत्र सुतौ मे क्लिश्यतः श्रमात्, इदं स्थानं परित्यज्य विदेशं गम्यते मया। इमौ मम पुत्रौ तु सुतौ तु अत्र शयितौ, क्लिश्यतः श्रमात्, श्रमात् अत्र आगमनस्य श्रमात् क्लिश्यतः, अतः श्रान्तौ इमौ सुप्तौ स्तः। परम् अहम् इदं स्थानं परित्यज्य विदेशं गन्तुमिच्छामि इति च वदति, इति च तस्याः अभिप्रायः